अस्तु, तर्हि अस्माकं विषयः अस्ति प्रेरणार्थे णिच् णिजन्तदातवः. तत्र च अर्थः ज्ञायते अस्माभिः, रूपमपि अधीतमस्ति. इदानीं विषयः प्रवर्तमानः अस्ति प्रयोगः, कुत्र प्रयोज्यकर्तुः द्वितीयविभक्तिकत्वं, कुत्र च तृतीयविभक्तिकत्वम् इति विषयः अस्ति. अस्तु, समीचीनमस्ति. इदानीम् अस्मिन् प्रसङ्गे, अस्मिन्नेव प्रसङ्गे गतसप्ताहे वयं पठितवन्तः क्तवतु विषये. नाम एवमेव उदाहरणं स्वीकृत्य कुत्र द्वितीयाविभक्तिः भवति, कुत्र तृतीयाविभक्तिः भवति. तत्र सूत्रम् अखिलभगिनी वदतु एकवारं, तत्र सूत्रं किं, प्रमुखं सूत्रम्? तत्र प्रयोज्यकर्तु प्रयोज्यकर् तत्र तस्य विषये महोदय, तत्र गत्यर्थक सूत्रं वा? सत्यं, तत्र सप्तदशतमे पुटे. हा हा हा, गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्तासनौ. हा, इति सूत्रमस्ति. गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मक इत्येषां तत्र द्वितीयाविभक्तिः भवति निजन्तप्रसङ्गे प्रयोजकर्तुः इति विषयः अस्ति. तदनन्तरं पुष्पाभगिनी वदतु अग्रे, तत्र वाटिकं किम्? पञ्चनिमिषः. अस्तु अस्तु, अनन्तरं राजी भगिनी वदतु वाटिकं किं? इति वार्तिकं, तस्य अर्थः कः? सारांशः अकर्मकधातूनां न दृशेश्च. लक्ष्मी भगिनी वदतु. दृशधातुः अत्र निजन्तप्रयोगे प्रयोज्यकर्तुः द्वितीया भवति. यदि दृश् धातुः दुष्धातु उपयुज्य वाक्यं रचयामश्चेत् प्रयोज्यकर्तुः द्वितीयविभक्तिकत्वं भवति इति अस्ति. समीचीनमस्ति. इदानीं निवह्योर्न, निवह्योर्न इत्यपि अस्ति. तत्र जगन्नाथमहोदय, तत् किमस्ति? अहं गतसप्ताहे न आगतवान् महोदय. अस्तु अस्तु, किन्तु श्रोतव्यमस्ति खलु सर्वेषां. तत्र तत्र भोजनसिद्धता भवति, अपि च तत्र गृहशौच भवति, बहु किमपि अस्ति. अस्माकम् उत्तरदायित्वं किम्? अहं नासम् इति तत्र न नाम तत्र न किम् उच्यते, एक्स्क्यूस् इति नास्ति. तत्र अवश्यम् अवश्यं श्रोतव्यं. मया यदा लिख्यते यत् नागच्छति चेत् ध्वनिमुद्रं श्रोतव्यं, तत् केवलं तत्र जल्पनं नास्ति खलु, जल्पनं नास्ति, तत् कर्तव्यमस्ति. अस्माकं कर्तव्यमस्ति, न केवलं भवतः कृते न वदामि, सर्वेषां कृते. यदि नागच्छति चेत् तत् अवश्यं श्रोतव्यं, नो चेत् अग्रिमे वर्गे इत्यादिकं तत्र क्लेशः भविष्यति. राजेन्द्रमहोदय वदतु. आं महोदय, तत्र तु अस्ति नि धातु अपि च वः धातुः, तत्र द्वितीया न भवति. अस्माकं किमर्थम् अपेक्षा आसीत् यत् द्वितीया भवति स्म? तत्र गतिबुद्धिसूत्रे आसीत् प्रत्यवसानार्थ कर्मक नाम द्वितीय भवति, दृश्यधातुः अपि द्वितीय भवति प्रयोजकर्तुः कृते. परन्तु यदा यदा नि अपि च वः धातु प्रयुज्यामः प्रेरणार्थे, तत् प्रयोजकर्तुः तृतीया विभक्ति भवति, द्वितीया न भवति. न किन्तु किमर्थम् अपेक्षा आसीत्, किमर्थं वयं चिन्तयामः समये स्म यत् द्वितीयविभक्तिः स्यात् प्रयोजकतुः, किमर्थं चिन्तयामः स्म? एवमेव तत्र तत्र वायुतः इदं वार्तिकं न आगतं खलु, तत्र तस्य कारणम् एकं स्यात्। विद्याभगिनी वदतु। सामान्यतया प्रयोजकर्तुः तृतीया विभक्तिः एव भवति, परन्तु अत्र वार्तिकेन नी धातु अपि च वह् धातु द्वयोः कृते द्वितीया न भवति। अन्यत्र गत्यर्थकधातूनां द्वितीया विभक्तिः भवति, नी वह् द्वयोः अपि गत्यर्थकधातुः एव, तथापि तत्र द्वितीया विभक्तिः न भवति प्रयोज्यकर्तुः। हा हा हा, अत्र सामान्यमस्ति प्रयोजकर्तुः तृतीया विभक्तिकत्वं, किन्तु अत्र अस्मिन् सूत्रे गति इति उक्तमस्ति। गति गति गतिबुद्धिप्रतिवसानार्थशब्दकर्मकाणाम् इति अस्ति। गति गतिशब्दः नाम गत्यार्थकधातूनां प्रयोगः यदा भवति तदानीं प्रयोजकर्तुः द्वितीयविभक्तिः भवति न तु तृतीया। नी धातुः गत्यार्थकः, वः धातुः गत्यार्थकः, तथापि तयोः तथा नास्ति इति विषयः इति वार्तिककारेण उक्तमस्ति। नी वह्योर्न हा नाम तत्र गतिबुद्धिप्रत्ययवसानार्थशब्दकर्मकाणाम् इत्यस्य कथनेन दृष्धातुः इति न कथितम्। दृष्धातुः तत्र नान्तर्भूतं, तदर्थं वार्तिककारेण उक्तमस्ति यत् दृशेश्च दृष्धातोः उपयोगावसरे अपि प्रयोजकर्तुः द्वितीयविभक्तिः। अपि च नी धातुः वः धातुः द्वौ धातौ गत्यार्थकौ इति कृत्वा तयोः उपयोगावसरे प्रयोजकर्तुः द्वितीयविभक्तिकत्वमिति भवति स्म, किन्तु अस्य कथनेन निवह्योर्न न इत्यस्य कथनेन, यद्यपि गति इत्यस्य कथनेन सूत्रे द्वयोः तत्र तथा भवति स्म नास्ति इति कृत्वा तयोः उपयोगावसरे प्रयोजकर्तुः तृतीयाविभक्तिकत्वं भवति न तु द्वितीयाविभक्तिकत्वम् इति सन्देशः इति अस्ति। हा अस्तु, शुकवानं तत्र अग्रे अग्रिमवार्तिकम्। एकः प्रश्नः महोदय, पुस्तके अत्र नीवह्योर्न इति लिखितमस्ति, भवान् नीवशोर्नः इति वदति न किं किं नीवह्योर्न वा नीवशोर्न वा सत् साधु किं यकारः अस्ति खलु नीवह्योर्न तर्हि किं लिखितमस्ति अत्र? हा तदैव लिखितमस्ति खलु नीवह्योर्न इति लिखितमस्ति, किं लिखितं किं न उक्तं किं? भवान् नीवशोर्नः इति उक्तवान्, अपि च अत्र नीवह्योर्न इति मया उक्तं, लिखितमपि अस्ति नीवह्योर्न। अस्तु अस्तु, मम दूरवाण्याम् अहं नीवशोर्न इति अनेकवारं श्रुतं। आदिखाद्योर्न इति वार्तिकेन तत्र यद्यपि प्रत्यवसानार्थ विषये द्वितीया विभक्तौ एव भवति, किन्तु अद् अपि च खाद् इति तादृश विषय तादृशधातौ द्वितीया न भवति, तृतीया एव भवति इति। हा हा, इति अपि च तत्र सुब्रह्मण्य महोदय तत्र सम्पूर्णरीत्या वदतु कृपया। अत्र प्रत्यावसानार्थक धातूनां कृते सूत्रे दत्तमस्ति निजन्तवाक्येषु अत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति इति. इदानीम् अत्र वार्तिकद्वयम् अस्ति, आदिखाद्योर्न अपि च भक्षयते रहिंसार्थस्य न इति. इत्युक्ते अत्र यत् यद्यपि अत् धातुः अपि च खाद् धातुः द्वयोः अपि अत्र भक्षणार्थे तथापि अत्र यत्र अत् अपि च खाद् अपि च भक्ष धातूनाम् उपयोगः भवति, भक्षधातोः केवलमत्र अहिंसार्थक अर्थः अस्ति चेदेव वाक्ये तादृश सन्दर्भः अस्ति चेत् अत्र किं भवति इत्युक्ते एतौ वार्तिक एते वार्तिके वयं ज्ञातुं शक्नुमः अत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः न भवति परन्तु तृतीया विभक्तिः भवति इति. हा हा हा अस्तु, बहु समीचीनमस्ति इति अस्ति. तर्हि अग्रे गच्छेम. इदानीम् इति प्रमुखविषयः अस्ति. तर्हि अग्रे गच्छेम. इदानीं प्रथमम् अस्ति उदाहरणरीत्या दत्तमस्ति अकर्मकधातूनां विषये. अकर्मकधातूनां विषये दत्तमस्ति तत्र अभ्यासः. क्षम्यतां. इति एव अस्तु उक्तमस्ति. तत्र मूलसूत्रे अकर्मकधातूनाम् उल्लेखः अस्ति एव. तर्हि अत्र अभ्यासे दत्तमस्ति, किन्तु लट् लट् इति रूपेण अभ्यासः नास्ति, अपि तु क्तवतु इति अस्य अभ्यासः इति कृत्वा. यथा एकं पश्येम अत्र लक्ष्मीभगिनी तत्र प्रथम उदाहरणम् उदाहरणत्वेन रविः न पतितवान्, रविः अरविन्दं पातितवान्. तत्त्वं महोदय अथवा प्रथमं करोमि वा? किमिति? तत्र किमस्ति? अत्र रविः कर्ता, रविः स्वयं न पतितवान्, सः अरविन्दं पातितवान्. तत्र पातयति इति निजन्तपदं, पातितवान् कथावत्तु प्रत्ययं, रविः पातितवान्. नाम अत्र कथनस्य विशिष्ट आशयः अस्ति यत् पथ धातोः तत् पथ धातुः अकर्मकधातुः अस्ति. अतः यद्यपि सामान्यतया प्रयोज्यकर्तुः तृतीयाविभक्त्यन्तं रूपं भवति, तथापि अत्र तथा नास्ति. यतोहि सूत्ररूपेण उक्तमस्ति यत् अकर्मकधातूनां प्रयोज्यकर्तुः द्वितीयविभक्तिकत्वं भवति. अतः रविः अरविन्दं न तु अरविन्देन, नो चेत् तत्र अरविन्देन इति भवति स्म. रविः अरविन्दम् इति यतोहि प्रयोजककर्ता अस्ति रविः, प्रयोज्यकर्ता अस्ति अरविन्दः इति अस्ति खलु. स्पष्टं? अस्तु. द्वितीयं राजीभगिनी पठतु कृपया. वीणा न हसितवती, अस्मिन् वाक्ये वीणा प्रयोजककर्ता, वीणा स्वयं न हसितवती सा किमपि अन्ये हासितवती, इत्युक्ते वीणा राधां हासितवती. हा अस्तु. अत्र रूपाणि तथा भवन्ति, पातितवान्, हासितवती, रोदितवती, अग्रे उत्थापितवान्, उपवेशितवान्. अत्र प्रश्नद्वयमागतमासीत् व्याकरणसम्बद्धं गतसप्ताहे, किमर्थं य इति न श्रूयते, हासयति किन्तु हासितवती, हासितवान् अत्र कोपितवान् तत्र कोपयति इति कोपयति इति अस्ति किन्तु कोपितवान् इत्यादि इत्यादिकान् इत्यादिकं भवति हासयति हासयति हासितवान् इति रूपभेदः किमर्थमस्ति तत्र य इति नास्ति कृतवतु इत्यस्मिन् अपि च अयम् ईकारः तत्र कीदृश ईकारः अस्ति नाम अत्र अणेच् इत्यस्य ईकारः वा अथवा इडागमः इत्यस्य ईकारः वा इति प्रश्नः आगतः तर्हि अस्मिन् प्रसङ्गे किञ्चित् स्थापितमस्ति अत्र संयोजितं तत्र सर्वेषां प्रार्थनया अत्र स्थापितमस्ति प्रेरणार्थे एनिच् परिचयः इति करपत्रमस्ति खलु रिफ्रेश् कुर्वन्तु न रिफ्रेश् न कृतवन्ति चेत् अन्ते गच्छन्तु अन्ते अत्र कुत्रचित् अन्ते यत् अन्ते आसीत् अपि अस्ति इदानीमपि अस्ति किन्तु इदानीम् अन्तं नास्ति अन्तः नास्ति इति सामान्यधातूनां ण्यन्तव्यवस्था इति तत्र पर्यन्तम् आसीत् अनन्तरं तत्र उपशीर्षकमस्ति चुरारिगणे प्रेरणार्थे वैशिष्ट्यं चुरारिगणे प्रेरणार्थे वैशिष्ट्यमिति अस्ति खलु तत्र किं विद्याभगिनी पठतु कृपया अत्र किम् अस्ति चुरादिगणे प्रेरणार्थे वैशिष्ट्यं चुरादिगणे निच् प्रत्ययः स्वार्थे विधीयते एव चुर् योगः निच् चोरि तदा प्रेरणार्थे विवक्षा भवति चेत् द्वितीयः निच् प्रत्ययः विधीयते चोरि योगः निच् अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदम् अत्र चुरादिगणे तु स्वार्थे निच् प्रत्ययः विहितः भवति तर्हि इदानीं तत्र नूतनधातुः निष्पन्नः तर्हि तत् अयं धातुं स्वीकृत्य यदि वयं पुनः प्रेरणार्थे निच् प्रत्ययः योजयामः चेत् तर्हि तत्र किं भवति इति अस्ति तत्र द्वितीय निच् प्रत्ययः आगच्छति नाम तत्र बहु समीचीनमस्ति भगिनि अत्र यथा खाद् धातुः तत्र उपदेशावस्थायां खाद् इति एव अस्ति खाद् खाद इति धातुः अस्ति एवमेव पठति इति अस्ति पट् धातुः किन्तु चुरादिगणे दशगणाः धातुगणाः सन्ति दशमगणः अस्ति चुरादिगणः तस्मिन् स्वार्थे अणिच् सर्वत्र आयाति सर्वत्र आगच्छति धातुः अस्ति चूर् स्वार्थे अणिच् नाम स्वार्थे इत्युक्ते किम् तत्र अर्थः न अर्थपरिवर्तनं न भवति न परिवर्तते इति कृत्वा चूर् युगः णिच् इति चोरि इति एव धातुः अस्ति चूर् अपि धातुः अस्ति चोरि अपि धातुः अस्ति उपदेशावस्थायां तथा भवति तर्हि चोरयति यथा स्थापयति पाठयति इति प्रेरणार्थे चूरादिगणे अपि तथा तत्र रूपं भवति अर्थः तथा नास्ति किन्तु चोरः चोरयति तत्र विद्याभगिनी अर्थः कः स्वार्थे स्वयं चोरयति स्वयं चोरः स्वयं चोरयति स्वयं चोरः स्वयं चोरयति इति चोरयति इति रूपमस्ति न तु अपरस्य माध्यमेन इति स्वार्थे किन्तु तर्हि प्रेरणार्थे यदा अन्यः कोऽपि अपरस्य द्वारा चोरयति तदानीं रूपं किं स्यात् यतोहि तस्य स्वार्थकान्तर्निजन्त निर्जन्तचोरयति चोरयति इत्यस्य तत्र प्रेरणार्थे किञ्चित् रूपं तु स्यात् रूपं तु भवेत् अपि च तस्य नाम तस्मिन् अर्थे यदा भवति तदानीं किं भवति इति सूत्रं पठतु नेरनिति यस्य अर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं णी प्रत्ययस्य लोपो भवति अत्र णी इत्यस्य अनुबन्धरहितत्वात् निङ् निच् द्वयोः ग्रहणम् उभयत्र इ इत्येव अवशिष्यते नेहे षष्ट्यन्तम् अनिति सप्तम्यन्तं द्विपदमिदं सूत्रम् अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नेहे लोपः अनिटि आर्धधातुके अत्र सूत्रमस्ति नेर् अनिटि इति सूत्रं वदति यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति इत्युक्ते अत्र आर्धधातुतः आर्धधातुकप्रत्ययः विहितः तस्य इडागमः नास्ति इत्युक्ते इडानुकूलता नास्ति तत्र तस्मात् पूर्वं नी प्रत्ययस्य लोपो भवति इति अस्ति तत्र तस्मात् पूर्वं नी अत्र नी प्रत्ययः इत्युक्ते निङ् निच् द्वयोः अपि ग्रहणं तत्र उभयत्र अनुबन्धलोपानन्तरं निङ् इत्यस्मिन् तत्र नकारः गच्छति अन्ते नकारः तदपि गच्छति तर्हि इ एव अवशिष्यते निच् अपि तथा नकारः गच्छति चुटु इत्यनेन चकारः हलन्त्यमितेन गच्छति तर्हि उभयत्र इकारः एव अवशिष्यते तत्र आर्धधातुकप्रत्ययस्य इडनुकूलता नास्ति इति अस्ति इत्युक्ते तत्र यद्यपि धातुः सेट् अस्ति तथापि तत्र आर्धधातुकप्रत्ययस्य इडनुकूलता नास्ति इति वा अर्थः इति यदा नाम धातुभ्यः तत्र तत्र प्रायः 2000 धातवः सन्ति संस्कृतभाषायां 2000 धातवः सन्ति प्रायशः तत्र एतेभ्यः धातुभ्यः यदा कदाचिदपि कश्चन प्रत्ययः विधीयते स च प्रत्ययः द्विप्रकारकः तत्र नामकरणमस्ति अत्र चिन्ता न स्यात् केवलं कस्यचित् नाम अस्ति राम अपरस्य नाम अस्ति श्याम इति कृत्वा अत्र धातुभ्यः विधीयमानाः प्रत्ययाः द्विप्रकारकाः तत्र एकमस्ति आर्धधातुकप्रत्ययः अपरः अस्ति सार्वधातुकप्रत्ययः यत्र प्रत्ययः सार्वधातुकप्रत्ययः अस्ति तत्र इडागमः न कदापि भवति मध्ये कश्चन इकारः कुत्रचित् श्रूयते तत्र कुत्रचित् श्रूयते कुत्रचित् न श्रूयते इति यथा बालकः पठति बालकः पठितुम् इच्छति तुमुन् इति प्रत्ययः आर्धधातुकः अस्ति बालकः गन्तुम् इच्छति गम् धातोः गन्तुम् इच्छति बालकः पठितुम् इच्छति धातुः अस्ति गम् धातुः अस्ति पठ किन्तु गन्तुं पठितुं तत्र भेदः श्रुतः खलु पठितुम् इत्यस्मिन् कश्चन इकारः कथञ्चित् आगतः मध्ये गन्तुम् इत्यस्मिन् स च इकारः नास्ति बालकः गन्तुम् इच्छति इत्यस्मिन् वाक्ये इडागमः नास्ति उभयत्र तुमुन् इति प्रत्ययः वस्तुतः इडानुकूलः अस्ति तुमुन् इति प्रत्ययः आर्धधातुकः अस्ति इडानुकूलः अस्ति गम् धातुः इडानुकूलः नास्ति इति कारणतः यद्यपि नाम उभयत्र तथा भवेत् तत् धातुः अपि इडानुकूलः अपेक्षितः अस्ति अपि च प्रत्ययः अपि तथा स्यात् तुमोनिति इडानुकूलः अस्ति गम् धातुः तथा नास्ति अतः गन्तुं पठधातुः इडानुकूलः अस्ति तुमोनपि इडानुकूलः अस्ति अतः पठितुं गन्तुम् इति भेदः अत्र मध्ये पठितुम् इत्यस्मिन् इडागमः अस्ति गन्तुम् इत्यस्मिन् इडागमः नास्ति तावदेव अस्ति तावानेव विषयः सार्वधातुकप्रत्ययः अस्ति चेत् यथा शत्रुपतयः तत्र बालकः गच्छन् पठति गमनसमये पठति तत्र गच्छन् पठति गच्छति अपि पठति अपि तत्र गच्छन् पठन् चिन्तयन् अत्र शत्रुपतयः अस्ति शत्रुपतयः सावधातुकः अस्ति इति कारणतः तस्य इरागमः न कदापि भवति अस्तु तर्हि अत्र सूत्रं वदति यदा आर्धधातुकः प्रत्ययः अस्ति अपि च किन्तु इडागमः न भवति सर्वे सर्वे आलदातकपतयः इडानुकूलाः न सन्ति इति बोध्यमस्ति. तुमोन् इति आर्द्रदातुक अनुकूलः अस्ति इति कृत्वा भवति, किन्तु बहवः प्रत्ययाः तथा सन्ति तत्र न भवति, न कदाचिदपि भवति इडागमः. किन्तु तर्हि अत्र यस्य आर्द्रदातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं णीप्रत्ययस्य लोपो भवति. तर्हि आर्द्रदातुकप्रत्ययः अस्ति, सः स च आर्द्रदातुकप्रत्ययः इडानुकूलः नास्ति चेत् तस्मात् पूर्वम् अणिप्रत्ययः अस्ति चेत् अणिच् तस्य च अणिच् प्रत्ययस्य लोपः भवति. तर्हि अणिच् प्रत्ययः इदानीम् अस्माकं परिस्थितिः का? चूर्युगः णिच् इति चोरि इति सामान्यधातुः अस्ति, चोरयति स्वार्थे. किन्तु पुनः प्रेरणार्थक णिच् इति यच्छामः चेत् तत्र पुनः उपरि लिखितमस्ति चोरियोगः णिच्, चोरियोगः णिच् इति लिखितमस्ति उपरि. हा, तत्र एकः णिच् प्रत्ययः आगतः अस्ति, पुनः णिच् इति आगच्छति. हा, अत्र तत्र अखिलभगिनी अग्रे पठतु कृपया. णिच् प्रत्ययः अग्रे किं लिखितमस्ति? णिच् प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति. अनेन चुरादिगणे कश्चन निजन्तधातुः अस्ति चेत् प्रेरणार्थे यदा द्वितीयः णिच् प्रत्ययः विधीयते तदा प्रथमनिचः स्वार्थिकनिचः लोपो भवति. अतः एकस्मिन् धातौ णिच् केवलम् एकैव वारं सम्भवति. द्वितीयवारं निचः विधानं भवति किन्तु नेरनिति इत्यनेन प्रथमस्य लोपो भवति. अतः चुरादिगणे स्वार्थिकनिचः प्रेरणार्थिकनिचः तिङन्तरूपं समानम्. तत्र निच् तत्र सूत्रं दृष्टवन्तः. तत्र निच्प्रत्ययः तु बलादिः नास्ति इति कृत्वा तत्र इडागमः इडागमस्य सम्भावना एव नास्ति. इत्युक्ते आदुधातुकवलादिप्रत्ययः अस्ति चेदेव तत्र इडागमः भवति इति किञ्चित् वदतु महोदय. बलादिः इति अर्थं किम्? तत्र अत्र किञ्चन सूत्रमस्ति आदुधातुकस्येड्वलादेः इति एकं सूत्रमस्ति. आदुधातुकस्येड्वलादेः आदुधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्य तमवर्णः अस्ति चेत् तस्य इडागमः भवति, स च प्रत्ययः इडानुकूलः अस्ति. वलादिः, तत्र तस्य अर्थः कः अखिल भगिनी वदतु? वलादिः इत्युक्ते तत्र वल् प्रत्याहारस्य कश्चन वर्णः प्रत्ययस्य आदौ अस्ति चेत् सादृशप्रत्ययः वलादिप्रत्ययः. बल् इति तु तत्र हयवरट् इत्यस्मात् वा आरभ्य तत्र लकारपर्यन्तम् इति वयं जानीमः. तर्हि निष्प्रत्ययः बलादिः नास्ति इति कृत्वा तत्र वल् प्रत्याहारे तत्र हयवरट् इत्यस्मात् वकारात् तत्र लकारपर्यन्तम् अस्ति वल् इति प्रत्याहारः. अत्र किं वक्तव्यं? णकारचकारयोः अनुबन्धः अस्ति खलु, ईकारः अवशिष्यते, ईकारः इत्यस्य आधारः तत्र ब्रह्मः न स्यात्. हा हा हा, तदेव किञ्चित् ब्रह्मः जातः महोदय, सत्यं. तर्हि तत्र निश्चित्यस्मिन् नकारः चकारः इति अनुबन्धलोपः अनुबन्धलोपानन्तरं तत्र इकारः एव अवशिष्यते. इकारः तु अच् प्रत्याहारस्य कश्चन वर्णः इति कृत्वा तत्र वल् प्रत्याहारे नास्ति. तर्हि तत्र निच्छति प्रत्ययः वलादिः नास्ति, अपि तु अजादिप्रत्ययः इति कृत्वा तत्र सर्वे अवगच्छन्ति खलु. तत्र महेश्वराणि सूत्राणि पश्यन्तु, हयवरट् इति तत्र हयवरट् अस्ति खलु, तत्र वकारः व इत्यस्मात् आरभ्य हल् इति शशसर् हल् इति ल पर्यन्तं ये वर्णाः अन्तर्भूताः, ये वर्णाः प्रत्ययस्य आदौ सन्ति तत्र इति चेत् तादृशप्रत्ययः इडानुकूलः अस्ति. अणिच् इति अणकारचकारयोः अनुबन्धः लोपः इति कृत्वा अ ईकारः एव अवशिष्यते. इ इति प्र इति लक्ष्मीभगिनी दर्शते ईकारः वल् प्रत्याहारे वा अस्ति वा? नास्ति. नास्ति खलु, अतः इदानुकूलः नास्ति इणिच्. स्पष्टमस्ति खलु सर्वेषां कृते? अस्तु अस्तु, तर्हि अस्तु समापयतु कृपया. तत्र अखिलभगिनी अत्र किमस्ति? तर्हि निष्पत्तेः वलादिः नास्ति इति कृत्वा तत्र इडागमस्य सम्भावना तु कदापि कदापि नास्ति. तर्हि चुरादिगणस्य धातुः अस्ति चेत् तत्र इडागमः तु प्रथमं न भवति. अनन्तरम् इदानीं तत्र यदा चुरादिगणीयधातुः अस्ति तस्य प्रेरणार्थके तस्य उपयोगः यदा भवति तदा द्वितीयनिष्पत्तेः विधि तत्र विधीयते. इत्युक्ते तत्र तत्र धातुः अस्ति, धातोः अनन्तरम् इदानीं तत्र निष्पत्तेः आसीत् पूर्वम्, इदानीं तत्र स्वार्थे इदानीं पुनः तत्र प्रेरणार्थे द्वितीयनिष्पत्तेः आगच्छति. यदा तादृशद्वितीयनिष्पत्तेः आगच्छति चेत् तत्र पूर्वं विद्यमानं निष्पत्ययस्य लोपः भवति. इत्युक्ते एकस्मिन् समये धातोः एकः एव निष्पत्ययः भवति. केन सूत्रेण तस्य लोपः भवति इत्युक्ते तत्र नेरनिति इति यदा यत् सूत्रम् इदानीं वयं दृष्टवन्तः तेन सूत्रेण तस्य लोपः भवति. सूत्रं वदति तत्र आर्धधातुकस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति चेत् तस्मात् पूर्वं यः नीकृत्ययः आसीत् तस्य लोपः इति. इदानीं तत्र यद् द्वितीय निष्पत्तयः आगच्छति तद् आर्धधातुकप्रत्ययः सः आर्धधातुकप्रत्ययः अपि च इडागम अनुकूलप्रत्ययः नास्ति इति कृत्वा पूर्वं यः निष्पत्तयः आसीत् इत्युक्ते चोर् युग चोरी इति अस्ति चेत् चोरी इत्यस्मिन् इकारः पूर्वं विद्यमाननिष्पत्ययेन आगतः तर्हि तादृश निष्पत्ययस्य लोपः भवति. तर्हि इदानीं पुनः चोर् इति भवति, चोर्योगः निश्चिति आगच्छति. तत् अनन्तरं तत्र तस्य अनन्तरं तत्र यत् वयं पूर्वं जानीमः तथैव प्रक्रिया हा इति अस्ति. अग्रे प्रदर्शनमस्ति, बहु सम्यक् अस्ति भगिनि. अस्मिन् तत्र तत्र णेरेति इति अस्य अनुवृत्तिसहितसूत्रमेकवारं पश्यन्तु. णेः लोपः अनिति आर्धधातुके. णेः इति अणिच् इत्यस्य लोपः भवति कदा? यदा आर्धधातुकप्रत्ययः अनन्तरम् अस्ति, स च आर्धधातुकप्रत्ययः अणिट् इडानुकूलः नास्ति इति चेत्. सम्यक् अस्ति. अग्रे शुकमानं तत्र अग्रे पठतु कृपया. तत्र अग्रे उदाहरणमस्ति चूर्. हा चूर् पाशरूपवीणातूलश्लोकसेनालोम त्वचवर्मवर्णचूर्ण चुरादिभ्यो णिच् इत्यनेन चुरादिगणे णिच् प्रत्ययः विधीयते स्वार्थे. चुर्योगः णिच् चोरी स्वार्थे. हेतुमति च इत्यनेन प्रेरणार्थे णिच् चोरी योगः णिच् चोरीयोगः इ नेरनिटि इत्यनेन प्रथमणिचः लोपः चोर्योगः इ चोरि प्रेरणार्थे. अत्र वदति चुर् इति धातुः स्वीकुर्मश्चेत् पाशरूपवीणातूलश्लोकसेनालोमत्वचवर्णचूर्णचुरादिभ्यो निच् इति तत्र चुर् इति धातुः चुरादिगणे अन्तर् भूतमस्ति इति कृत्वा परे निच् स्वार्थे विधीयते. अनेन चुर्योगः निच् चोरी इति रूपं स्वार्थे प्राप्ते हेतुमति च इति सूत्रेण पुनः प्रेरणार्थे निच् विधीयते. इदानीं धातुः अस्ति चोरी इति चोरीयोगः निच् निचः निर् अनुबन्धरूपम् इकारः एव तिष्ठति. चोरीयोगः इ इति स्थितौ नेरनिटि इति सूत्रेण प्रथमनिचः इत्युक्ते पाशरूपवीणा इति सूत्रेण यत् निचः विदितम् आसीत् तस्य लोपः विहितम् आसीत् तस्य लोपः भवति. इदानीं चोर् इत्येव तिष्ठति. चोर् योगः इ चोरी इति प्रेरणार्थे पुनः तादृशरूपमेव तादृश अत्र अङ्गम् इति वा धातुः इति वा महोदय धातुः नितरां धातुः हा धातुः पुनः तादृशमेव तादृशरूपेण एव धातुः भवति. प्रेरणार्थे अपि चोरी इति धातुः एव स्वार्थे अपि चोरी इति धातुः एव हा इति कारणतः अत्र दीर्घसूत्रमस्ति खलु तत्र केचन केभ्यः पदेभ्यः प्राति केभ्यश्चित् केभ्यश्चित् प्रातिपदिकेभ्यः अपि तत्र निचिति विधीयते अत्र उल्लिखिताः सन्ति. किन्तु अत्र चुरादिभ्यो णिच् इति तत्र अवधानं ददातु. चुरादिभ्यो णिच् अन्ते चुरादिगणे यावन्तः धातवः सन्ति तेषां स्वार्थे णिच् प्रत्ययः अत्र लेखनदोषः अस्ति. णिच् अणिच् अणिच् प्रत्ययः विधीयते स्वार्थे इति अस्ति. तत्र स्वार्थे अणिच् विधायकसूत्रमस्ति. अनन्तरं प्रेरणार्थे णिच् तत्र अस्ति हेतुमति च हेतुमति च इति सूत्रेण तत्र प्रेरणार्थे णिच् विधीयते इति कृत्वा चोरि इति धातुः स्वार्थे अपि भवति प्रेरणार्थे अपि भवति. चोरयति इति सन्दर्भम् अनुसृत्य तत्र अवगच्छामः. नाम चोरः धनं चोरयति स्वार्थे. मित्रं चोरेण धनं चोरयति इति अपि वाक्यमस्ति. चोरयति उभयत्र अस्ति. रूपं समानम् अर्थः भिन्नः इति अर्थ इति वार्ता अस्ति. स्पष्टं खलु? अग्रे गच्छेम. इदानीं महोदय तर्हि अत्र नूतनधातुद्वयम् अस्ति चोरी अपि च चोरी इति वा नूतन नाम आरम्भतः तत् हा सत्यं नाम स्वार्थे चोरी इति धातुः अस्ति प्रेरणार्थे चोरी इति धातुः अस्ति तत्र प्रक्रिया भिन्ना अस्ति उभयत्र. प्रक्रिया भिन्ना अस्ति. क्षालयति चोरयति यावन्तः धातवः सन्ति चुरादिगणे तेषां सर्वेषामपि तादृश अर्थद्वयमस्ति रूपद्वयमस्ति. तत्र रूपं समानमिति दृश्यते किन्तु प्रक्रिया भिन्ना. हा अस्तु. इदानीम् अग्रे गतसप्ताहे अस्माकं प्रश्नः आगतः आसीत् यत् हसितवती रोदितवती उत्थापितवान् उपवेशितवान् कोपितवान् अत्र स च इकारः कीदृश इकारः इडागमः इति वा अथवा अणिच् इति वा. इदानीं क्तवतु इति प्रत्ययः सेट् अस्ति अणिट् नास्ति. यथो तत्र पठितवान् गतवान् बालकः गतवान् बालकः पठितवान् पठितवान् तत्र लिखितवान् तत्र लिखितवान् पठितवान् इति तत्र इडागमः अस्ति. पट् धातुः सेट् लिग् धातुः सेट् क्तवतु इत्यस्मिन् तवतु तवत् इति क्तवतु इत्यस्मिन् तत्र ककार अपि च उकारयोः तत्र एत्संज्ञालोपश्च तवत् इति अवशिष्यते यथा अणिच् इत्यस्मिन् इकारः अवशिष्यते अणिच् अणिच् इत्यस्मिन् इकारः वलादिः नास्ति किन्तु तवत् तवत् इति राजभगिनी तकारः वल् प्रत्याहारे अस्ति वा आं महोदय हा अस्ति अतः पठितवान् लिखितवान् इत्यादिषु स्थलेषु तत्र धातुः अस्ति सेट् प्रत्ययः अस्ति सेट् अतः स च इकारः नाम इडागमः भवति पठितवान् लिखितवान् इत्यादिषु स्थलेषु अतः अत्र प्रश्नः आगतः अस्ति हसितवती तत्र मोदितवान् अस्माकम् अभ्यासे रूपाणि सन्ति तत्र स च इकारः कस्य इकारः णिच् इत्यस्य वा इडागमः इत्यस्य वा इति प्रश्ने सति अग्रे सुब्रह्मण्यं तत्र अग्रे पठतु कृपया आं महोदय तप् प्रत्यये परे तवतु प्रत्यये परे च निष्ठायां सेटि निष्ठायां सेटि परे णेर्लोपो भवति नाम तत्र नाम तत्र वदतु महोदय एकवारं तत्र नेरणिति इति नेन अनेरणिति इति सूत्रेण तत्र तवतु इति इडागमः तत्र अनिच्छति अस्य लोपः भवति वा पुनः महोदय प्रश्नः यथा बालकः पठति अध्यापकः बालकं पाठयति बालकः तत्र अध्यापकः बालकं पाठितवान् बालकः पठितवान् अध्यापकः पाठितवान् इति स्थले तत्र पठ धातुः पठितवान् इति रूपमस्ति वयं जानीमः पठितवान् पठितुं पठधातुः अतः इदानुकूलः अस्ति पठधातुः इदानुकूलः अस्ति पठितुं तुमुन् इति इडानुकूलः अस्ति त इति वलादिः अस्ति इति कृत्वा इडानुकूलप्रत्ययः तुमुन् तद् तवतु अपि तथा त इति तवत् इत्यस्मिन् त इति इदान् तत्र वलादिः अस्ति इति कृत्वा तत्र इडानुकूलः उभे अत्र अतः पठितुं पठितवान् इति स्थलेषु तत्र स च इकारः इडागमः इदानीं पाठि इति धातुः अस्ति पाठि पाठितवान् अध्यापकः बालकं तत्र पाठितवान् अत्र अणिच् अस्ति धातुः अपि इदानुकूलः अस्ति अपि च अर्धधातुकप्रत्ययः अस्ति परन्तु स च प्रत्ययः इदानीं एकनिमेषः इदानीं स च प्रत्ययः इदानुकूलः अस्ति अतः इडागमः भवति किन्तु प्रश्नः अस्ति यत् नेर्णिति इति तत्र णिचः लोपः भवति वा नेरनिटि इत्यनेन निचः लोपः न भवति किमर्थमित्युक्ते इदानीं यः प्रत्ययः अस्ति आर्धधातुकप्रत्ययः अस्ति परन्तु इदानीमेव वयं दृष्टवन्तः अत्र तवतु ता प्रत्ययौ अत्र द्वौ अपि आर्धधातुकप्रत्ययौ अपि च तौ सेट् प्रत्ययौ अतः नेरनिति इत्यस्य प्रसक्तिः अत्र न भवति हा अत्र अत्र सत्यम् अस्माभिः तत्र अवगतम् अस्माभिः नेरनिति इति तत्र पाठितवान् इति स्थले यतोहि तवत् इति प्रत्ययः सेट् अस्ति नेरनिति वदति यत् यस्य आर्धधातुकप्रत्ययस्य इडागमौ नास्ति नाम सेट् नास्ति अणित् अस्ति तत्र एव णेरणिति इति तत्र इडागमः तत्र इणिचः लोपः भवति हा अस्तु किन्तु अग्रे पठतु महोदय इदानीम् अत्र निष्ठायां सेटि परे नेर्लोपो भवति निष्ठा इति संज्ञया तवतु इति द्वौ प्रत्ययौ यदा अनयोः द्वयोः प्रत्यययोः इडागमो भवति तदा पूर्वं स्थितस्य निच् प्रत्ययस्य लोपः भवति धातुतः निच् प्रत्ययस्य संयोजनेन धातुः सदा अनेकाच् भवति. इत्युक्ते निजन्तधातोः सर्वदा एकस्मात् अधिकाः अच् वर्णाः भवन्ति. तदर्थम् उच्यते यत् निजन्ताः सदा अनेकाच् धातवः. यथा पाठी इति धातौ आकारः अपि इकारः अपि इति कृत्वा पाठी इति धातुः अनेकाच्. सर्वे अनेकाच् धातवः सेटः सन्ति, नाम ते सर्वे इडागमानुकूलाः. धातुः इडागमानुकूलः च प्रत्ययः इडागमानुकूलः च इति यदा एतादृशी परिस्थितिः जायते तदा प्रत्ययस्य इडागमो भवति. निजन्तधातुः अनेकाच् इत्यस्मात् इडागमानुकूलः. निष्ठाप्रत्ययः इडागमानुकूलः तु अस्ति एव. अतः पाठीयोगः तव तु अनुबन्धलोपे पाठीयोगः तवत् इडानुकूलता अस्ति, अतः इडागमः पाठीयोगः ईयोगः तवत्. निष्ठायां सेटि इत्यनेन निष्ठायां सेटि परे नेर्लोपः, अतः पाठ्योगः ईयोगः तवत् पाठितवत् इति. प्रातिपदिकं पुंलिङ्गे पाठितवान् तथा निजन्ते सर्वत्र भवति तवतु इति प्रत्यययोः परयोः. अत्र बहवः विषयाः सन्ति. प्रथमम् अत्र निष्ठा इति युक्ते किम्? अत्र सूत्रे दत्तमस्ति निष्ठायां सेटि इति. निष्ठा इत्युक्ते किं? निष्ठा इति एका संज्ञा अस्ति, तया वयं ज्ञातुं शक्नुमः तवतु प्रत्ययौ निष्ठा निष्ठासंज्ञके भवन्ति भवतः. अतः द्वयोः अपि इडागमो भवति इति निष्ठायां सेति. यदा अनयोः द्वयोः प्रत्ययोः इडागमो भवति तदा पूर्वं स्थितस्य निच् प्रत्ययस्य लोपः भवति इति. इदानीमत्र अन्यः विषयः अस्ति. यदा धातुं स्वीकुर्मः अनन्तरं निच् प्रत्ययं योजयामः, अत्र यः धातुः निष्पद्यते सः धातुः अनेकाच् धातुः भवति. इदानीमत्र विषयः अस्ति यः धातुः अनेकाच् धातुः अस्ति स च धातुः सेट् भवति इति. इत्युक्ते स च धातुः इडानुकूलधातुः भवति इति. अतः इदानीं पाठी इति धातुः अस्ति इडानुकूलधातुः, अपि च तवतु इति प्रत्ययः अत्र इदानीमेव वयं दृष्टवन्तः. अत्र ककारः यः अस्ति सः वल् प्रत्याहारे अस्ति, अपि च तवतु आर्धधातुकप्रत्ययः अस्ति इति भूत्वा तवतु अपि इडानुकूल प्रत्ययः. इत्युक्ते धातुः इडानुकूलः, अपि च प्रत्ययः इडानुकूलः. इदानीं किं भवति इत्युक्ते अत्र पाठी योगः इदानीं णिच् प्रत्ययः योजयामः. पाठीयोगः णिच् योगः तवतु अस्मिन् समये न पाठीयोगः तवतु. इदानीं किमर्थमित्युक्ते णिच् इतः पूर्वमेव वयं योजितवन्तः, अतः इदानीम् अस्ति पाठीयोगः तवतु. अत्र किं भवति इत्युक्ते तवतु इति इडानुकूलप्रत्ययः, पाठी अपि इडानुकूल धातुः. इदानीं किं भवति निष्ठायाम् अपि च तवतु इति निष्ठासंज्ञकप्रत्ययः. अतः निष्ठायां सेति इत्यनेन किं भवति इत्युक्ते अत्र यः नेर्लोपः इति भवति, नित्यायां सेति परे नेर्लोपः भवति इति, इत्युक्ते अत्र तवतु इति निष्ठाप्रत्ययः अपि च सेत् प्रत्ययः परः अस्ति. पाठि इत्यस्मिन् यः इकारः अस्ति तस्य लोपः भवति इति. किमर्थमित्युक्ते णिचः लोपः भवति इति निष्ठायां सेत् इत्यनेन. अतः इदानीं किं भवति इत्युक्ते पाठि इत्यस्मिन् पाठ् एव अवशिष्यते, पाठ् योगः ई योगः तवत्, इदानीं पाठीयोगः तवत् पाठितवत् इति रूपं निष्पद्यते. अयमिकारः इडागमः वा णिच् वा? अयम् इकारः अत्र पट् धातुः अनन्तरं णिच् योजयित्वा पाठि इति भवत्. इदानीं पाठितवान् इत्यस्मिन् रूपे पाठितवान् अत्र इडागमः न तु णिच्. किमर्थमित्युक्ते अत्र णिचः लोपः भवति निष्ठायां सेति इत्यनेन. अतः सर्वे वदन्तु, अत्र पश्यन्तु नेरनिति इति सूत्रमस्ति, तस्मात् अग्रिमं सूत्रमस्ति निष्ठायां सेति, एकपञ्चाशत्तमं सूत्रं द्विपञ्चाशत्तमं सूत्रम् इति अस्ति. तत्र नेरनिति इति नेन यदा आददातकप्रत्ययः अनिट् अस्ति तदानीं निचः लोपः भवति. किन्तु निष्ठायां सेति इति सूत्रं विशिष्टसूत्रम्, अतीव विशिष्टसूत्रं, केवलं तवतु क्त इति द्वयोः प्रत्ययोः कृते अस्ति इति अस्ति वार्ता. अतः तत्र तवतु सेट् अस्ति चेदपि अत्र निचः लोपः अस्ति. अतः एतेषु स्थलेषु तत्र गते सप्ताहे तत्र अभ्यासे हासितवती, रोदितवती, उत्थापितवान् इत्येषु सर्वेषु रूपेषु स च इकारः एडागमः न तु णिच् इति पृष्टवन्तः सर्वे. इदानीम् उत्तरं प्राप्तुं खलु, स्पष्टमस्ति? अग्रे गच्छेम वा? कोऽपि प्रश्नः? महोदय एकः प्रश्नः अस्ति. निष्ठायां सेटि इति अस्ति, तर्हि निष्ठाप्रत्ययः तवतु द्वौपि सेट् इडनुकूलता अस्ति, तर्हि सूत्रे किमर्थं सेटि परे इति? यतोहि कुत्रचित् वादः अस्ति, निष्ठा इति प्रकरणं बहु दीर्घमस्ति, अतीवदीर्घप्रकरणमस्ति, अतः तत्र स्वभावेन सेट् अस्ति. किन्तु यदा तत्र अध्यारोपः न भवति तदा एव अत्र भवति. महोदय कुत्रचित् अपवादाः सन्ति. हा, पुष्पभगिनी वदतु. सेट् इति शब्दस्य स इट् यस्य सः अनु तत्र बहुव्रीहिसमासः स इट् यस्य सः तत्तु सः इट् तत्तु तत्र निष्ठा सा तत्र सा सा सा इति वदति सेत् इति पदस्य अर्थं. सेत् इत्युक्ते यस्य स्वभावः इडानुकूलः सेत् सेत् अपि च अनिट् सेत् अनिट् यस्य प्रत्ययस्य इडानुकूलत्वमस्ति स च प्रत्ययः सेट् अस्ति. वलादिः वलादिप्रत्ययः सेट् अस्ति, णिच् अनिट् अस्ति न तु सेट्, क्तव तु सेट् अस्ति न तु अनिट् इति स्पष्टमस्ति खलु? अस्तु, अग्रे गच्छेम. महोदय एकः प्रश्नः, यदि अस्मिन् वर्गे समीचीनं नास्ति चेत् अनन्तरं पृच्छामि. यदा पाठी तत्र तत्र बहु बहु तत्र तत्र तक्निकी बात् किं वदामः तत्र इति चेत् तत्र तत्र पत्रं पश्यतु. मम द्रष्टव्यमस्ति भवति चेत् अस्माकं सदविभागः नास्ति खलु, प्रेषयतु. महोदय, अनन्तरं प्रेषयामि महोदय. धन्यवादः. अवश्यम् अवश्यम् अवश्यं प्रेषयतु. अग्रे गच्छेम महोदय. सुब्रह्मण्यमहोदयः ककारः वलि अस्ति इति उक्तवान् वा? न, इति उक्तवान् चेत् दोषः, इति उक्तवान् चेत् दोषः. अत्र अत्र विषयः अस्ति, अत्र विषयः अस्ति अनुबन्धलोपानन्तरं स्वभावः द्रष्टव्यः. तव तु इत्यस्मिन् तवत् इति एव शिष्यते. तकारः वले अस्ति इति सम्यक्तया उक्तं भवता. तकारः वलादि अस्ति इति कृत्वा. परन्तु महोदय, किमर्थम् अनुबन्धलोपानन्तरम् अत्र नयामः? तथा सर्वत्र अस्ति, सर्वत्र नियमः अस्ति. परन्तु यत्र षित् वदामः अत्र तु षकारलोपः भवति, परन्तु षित् इति वदामः किल महोदय? प्रत्ययः षकारादिः नास्ति. प्रत्ययः तत् प्रत्यये तत्र षकारः इत्यस्य सः इति विषयः. अत्र प्रत्ययः वलादेः इति भूत्वा वा वलादिः वलादेः इति भूत्वा वलेद् इति नास्ति. नाम इत्संज्ञकः विषयः सम्पूर्णरीत्या भिन्नः खलु. शपति अत्र निचति इकारः, इकारादिः अस्ति, इकारान्तः इकारादः. अस्तु, सम्यक् अस्ति. अग्रे गच्छेम. तर्हि तावता अस्माभिः कुत्र प्राप्तं तत्र पायति इति, तत्र खादनार्थे हा इति विषयः अस्ति. तत् तत्र पर्यन्तं गतमस्ति गते सप्ताहे. अत्र अद् एकवारं अद् धातोः रूपं किं स्यात्? राजीभगिनी वदतु. अद् धातोः लट् अस्ति अदादिगणे. तत्र अद् कश्चन अद् धातुः अस्ति. अद् धातुः तत्र खाद् भक्षणार्थे अद् धातुः अस्ति. तत्र तस्य निजन्तरूपं किं स्यात्? वदतु. अद् इति औपदेशिकधातुः अस्ति. अद् इदानीं निजन्तदातुः कः? निजन्तदातुः इति वा? अस्माकं पाठः न विस्मरणीयः अस्ति. अत्र तत्र कथमस्ति? तत्र बहुकालपर्यन्तं वयं नियमानः स्मः. नकारस्य चकारस्य लोपानन्तरम् ई एव अवशिष्यते. अत्योग इ अति अति किल महोदय? राजेन्द्रमहोदय वदतु. महोदय, चिन्तयामि एदि अति निजन्तरूपः अस्ति. अत्र धातुः कः? सोपानेन वदतु. धातुः अद् धातुः अत् अत् अस्ति. धातुः अद् दकारः तथा द तृतीयवर्णः दकारः. अद् इति धातुः अस्ति. अद् इति तत्र स्वार्थे लटि अति इति अस्ति इति भिन्नविषयः. तत्र अद् योगः ति, तत्र कः प्रत्ययः अस्ति? कः किं सूत्रं भवति? अद् धातुः अदादिगणे पश्यतु. अदादिगणे विकरणप्रत्ययः नास्ति. विकरणप्रत्ययस्य लुक् भवति. अतः अद् योगः तिप् प्रथमपुरुषस्य एकवचने. अद् योगः तिप् इति अद् योगः ति, तत्र किं सूत्रं कार्यं करोति? अत्र तु पुगन्धलघुपदस्य च न इदानीं स्वार्थे, इदानीं निजान्तप्रसङ्गे न पृच्छामि. अत्र अद् योगः तत्र यथा पठ् पठति, केवलं स्वार्थे न, स्वार्थे इति निच्छति न, केवलं सामान्यधातुः अस्ति. अद् धातुः योगः तिप् तत्र किमस्ति? तत्र तु कर्त्र्यर्थे शप् प्रत्यय आगच्छति. तस्य लूक् च अभवति. अदादिगणे अस्ति. अदादिगणस्य प्रथमसदस्यः अद् धातुः. शप् न तिष्ठति, किमपि नास्ति, केवलम् अद् तत्र सन्धिं करोतु. अद् योगः ति सन्धिं करोतु. अदत्ति अद्यते अत्र लक्ष्मीभगिनी वदतु अद् योगः ति तत्र दकार तकारयोः सन्धिः अति किं सूत्रं सूत्रमहं जानीमः खलु हा खरीच किं वदति दकारस्य स्थाने तकारादेशः भवति खर् प्रत्याहारस्य वर्णः हा नाम तत्र विद्याभगिनी वदतु तत्र सूत्रं किं वदति करीच इति सूत्रमस्ति तत्र जलस्थाने चर आदेशः भवति करीपरे तत्र जलप्रत्याहारे तु वयं जानीमः तत्र वर्गस्य प्रथम द्वितीय तृतीय चतुर्थ वर्णाः अपि च स श स ह इति वर्णाः जलप्रत्याहारस्य वर्णः अस्ति तस्य स्थाने चर् इत्युक्ते वर्गस्य प्रथमसदस्यस्य आदेशः खरीपरे खर् प्रत्याहारे तु तत्र वर्गस्य प्रथमद्वितीय सदस्याः अपि च स श स तर्हि तिप् इत्यस्मिन् तकारः खरि अस्ति अपि च डकारः झलि अस्ति इति कृत्वा झलस्थाने चरादेशः इति कृत्वा दकारस्थाने तकारः इति कृत्वा बालकः खादति सर्वे शृण्वन्तु बालकः खादति इत्यस्मिन् अर्थे बालकः अत्ति धातुः किन्तु अद् दकारः तृतीयसदस्यः राजेन्द्रमहोदय दकारः नास्ति दकारः अत्ति इति सामान्यरूपमस्ति लट् किन्तु अत्र धातुः अस्ति अद् खरि च इति तकारस्थाने तकारः अत्ति खादति इत्यस्मिन् अर्थे अत्ति किन्तु धातुः अस्ति अद् इदानीम् अद् योगः णेच् इति करोतु राजेन्द्रमहोदय अद् योगः णेच् अत्र तु प्रथमं अत् उपधायाः तत् आद् भवति आदि नूतनधातुनिष्पन्नं भवति निजान्तदातुः अस्ति आदि आदि इदानीं शप् अपि च तिप् इति संयोजयतु आदि तत् एचो यावः तत् भूत्वा तत् आदयति न एचो यावः न प्रथमं कार्यं किम् आदियोगः शप् इत्यस्मिन् अङ्गकार्यम् आदेय भवति आदेययोग तत् महोदय आदि अस्ति आदियोगः अकारः तत् तत्र वृद्धि गुणं भूत्वा आदिगुणः न सन्धिः नास्ति अत्र सन्धिः नास्ति शुकवर्णं वा तत्र वदतु हा आदि आद्योगः आदि इति निजन्तरूपं निजन्तधातुः आदियोगः शप् तत्र आर्ध सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति इकारस्य आदे इति भवति आदे योगः शप् तत्र अकारः एव तिष्ठति आदेयोगः अयोगः ति इदानीं एचोयवायावः इत्यनेन अयादेशः भवति एकः पूर्वपरयोः आदै योगः क्षम्यताम् एकादेशः नास्ति आदय आदै योगः आयोगः ति आदयति इति भवति निजन्तरूपं सत्यम् इति सर्वत्र अस्ति निर्जन्तप्रकरणम् अतीव सुलभमस्ति प्रक्रिया अत्र सर्वत्र शप् इति भवति तिप् इति भवति तत्र सावधातुकादयोः तिन गुणः एचो युवायावः तिन् अयादेशः आदयति पाठयति चिन्तयति तत्र गमयति सर्वत्र तथा अस्ति सर्वत्र तथा ईकारः अस्ति ईकारस्य गुणः ए अयादेशः सर्वत्र तथा अस्ति अत्र प्रश्नः आगतः आसीत् गतिसतः किमर्थम् अय गमयति चिन्तयति लेखयति पाठयति इति तत्र अय अस्ति किन्तु क्तवतु इति विषयः नास्ति इति इदानीं बुद्धं खलु तत्र शब् भवति आदयातकप्रत्यये परे तत्र शब् न भवति शप् न भवति अत्र शप् अस्ति पाठ इति कृत्वा तत्र अङ्गकार्यं भवति अङ्गकार्यमस्ति तत्र एकारः भवति पाठी पाठे अ ति पाठे पाठै अ ति पाठयति इति कृत्वा अय अय अय सर्वत्र अस्ति लट् किन्तु क्तवतु अथवा क्त्वा तुमुन् यत्र कुत्रापि तत्र अस्ति तत्र विकरणप्रत्ययः न भवति अत्र य इति नास्ति अस्तु सम्यक् अस्ति इदानीम् अग्रे गच्छेम अत्र एतावता अस्माभिः किं दृष्टम् अस्ति यत् द्वितीय केषां द्वितीयविभक्तिकत्वम् अस्ति अपि च तेषां किञ्चित् अभ्यासः जातः अकर्मकधातूनाम् अपि च प्रत्ययावसानार्थकधातूनाम् अनन्तरं शब्दकर्म न तत्र बुद्ध्यार्थकधातूनाम् इति जातमस्ति न न तत्र पर्यन्तमस्ति तत्र पर्यन्तमस्ति इदानीं जगन्नाथमहोदय अग्रे पठतु कृपया नाम अष्टादश तत्र अभ्यासः अस्ति पूर्वोदाहरणे इव अत्रापि तत्र एकविंशतितमे पुटे पत्नी गीतं शृणोति पतिः इति अस्ति पीडीएफ चतुर्थ वा एकविंशतितमे पुटे अस्ति लक्ष्मीभगिनी करोतु कृपया तावता पूर्वोदाहरणे इव अत्रापि कुर्वन्तु पत्नी गीतं शृणोति आवरणे पतिः अत्र पतिः प्रयोजककर्ता पत्नी प्रयोजकर्त्री अतः अत्र शृणोति शब्दस्य णिजन्तरूपं श्रावयति श्रुधातोः अतः पतिः पत्नीं गीतं श्रावयति इति भवति अत्र पत्नी इति शब्दस्य द्वितीयाविभक्तिकत्वं भवति किमर्थं किमर्थमित्युक्ते अत्र सामान्यमस्ति प्रयोजककर्तुः तृतीयविभक्तिः इति नियमः सामान्यनियमः अत्र नास्ति किमर्थम् अत्र शब्दकर्मकाणां धातूनां णिजन्ते प्रयोज्यकर्तुः द्वितीया भवति इति तत्र सूत्रं वदति अत्र शृणोति इति पदस्य इति अस्ति गते सप्ताहे बुद्ध्यार्थकधातूनाम् अपि च भक्षणार्थकधातूनां प्रत्यावसानार्थकधातूनाम् इदानीं शब्दकर्मकधातूनाम् इति अस्ति इति शब्दकर्म अस्ति तत्र गीतमिति शब्दः अस्ति सर्वे अवगच्छन्तु शब्दः अस्ति इति कृत्वा द्वितीयविभक्तिः भवति प्रयोजकर्तुः अस्तु पद्माभगिनी अग्रे पद्माभगिनी अस्ति अस्तु महोदय भवान् करोतु प्रवाचकः वार्तां शृणोति प्रतिनिधि वार्तां शृणोति ओके प्रवाचकः प्रवाचकः श्रोत्रां वार्तां श्रावयति न पुनः वदतु प्रवाचकः वार्तां प्रतिनिधि ओके प्रवाचकः वार्तां शृणोति प्रवाचकः प्रतिनिधिं वार्तां श्रावयति इदानीं प्रतिनिधिः इति प्रयोज्यकर्ता प्रतिनिधि तस्य प्रयोज्य इति न प्रयोजक प्रयोजक प्रथमम् उदाहरणं पश्यतु पत्नी गीतं शृणोति पतिः, तेन प्रयोजककर्तुः प्रयोजककर्ता अस्ति पतिः। ओ अस्तु अस्तु अस्तु अस्तु, तर्हि प्रतिनिधि प्रतिनिधिः प्रवाचकं वार्तां श्रावयति, हा इति अस्ति, समीचीनमस्ति। अग्रे राज्यभगिनी अग्रे। छात्रः वेदं पठति आवरणे आचार्यः, आचार्यः प्रयोजककर्ता, अतः आचार्यः छात्रं वेदं पाठयति। किमर्थं द्वितीयः अस्ति तत्र छात्रं? न पट् धातु शब्दकर्मकाणां धातु, अतः पट् धातु द्वितीया भवति अत्र। अत्र शब्द तत्र कर्मपदं तत्र शब्दः कः, किं पदम् अस्ति? कर्मपदं वेदम्। वेदं शब्दकर्म शब्दकर्म, अतः द्वितीयविभक्तिः भवति तत्र। हा सम्यक् अस्ति, अस्तु अग्रे गच्छेम। पुष्पा भगिनी अग्रे। अस्तु महोदय। विद्यार्थिनी गीतं पठति, अध्यापिका विद्यार्थिनीं गीतं पाठयति। अत्र शब्दकर्मकः शब्दकर्मकः गीतं न, हा इति अध्यापिका विद्यार्थिनीं, तत्र शब्दः अस्ति खलु, कर्मपदं शब्दः अस्ति इति कृत्वा ध्वनिं गीतं पाठयति इति कृत्वा, अस्तु अग्रे गच्छेम। धनु सरला भगिनी अस्ति वा? अस्तु तर्हि अग्रे अखिला भगिनी अग्रे। त्रिविक्रमः कथां शृणोति वेतालः, वेतालः त्रिविक्रमं कथां शृणोति। कथा इति शब्दात् शब्दकर्मकः इति कृत्वा तत्र त्रिविक्रम त्रिविक्रमः इत्यस्य द्वितीया विभक्ति, द्वितीयविभक्तिः कथा इति शब्दरूपकर्मपदम् अस्ति, शब्दरूपकर्म। हा वदतु। न भगिनी उक्तवती शृणोति इति, श्रावयति इति वदनीयं किल? ओ शृणोतु इति हा वेतालः त्रिविक्रमं कथां श्रावयति, हा श्रावयति इति अस्ति, अस्तु सम्यक् अस्ति। अग्रे गच्छेम। इदानीं राजेन्द्रमहोदय अग्रे। महोदय, ज्येष्ठः इतिवृत्तं शृणोति, कार्यकर्ता आवरणे अस्ति, प्रयोजककर्ता, कार्यकर्ता ज्येष्ठम् इतिवृत्तं श्रावयति, इतिवृत्तम् एतत् शब्दकर्मक पदं कर्मः अस्ति, शब्दकर्मक अस्ति, तत् ज्येष्ठः तत् प्रयोजककर्ता। इतिवृत्तम् इत्युक्ते अर्थं किम्? इति वित्तम् इति यथा यथा जातं तथा उक्तं, यथा इति कथा इतिहास इति कथा इतिहासः इति वित्तं, यदुक्तं यद् यद् जातं तदुक्तम्। अस्तु महोदय, धन्यवादः इति। अग्रे अग्रे गच्छेम। विद्याभगिनी अग्रे। महोदय महोदय, अत्र अवगमनार्थमेव, अत्र यदि बालकः पद्यं वदति अस्ति, अत्र अपि पद्यमिति शब्दकर्म भवति वा? हा हा सत्यं, बालकः पद्यं वदति सत्यम् इति अस्ति, तथा एव पृच्छति, बालकः प्रश्नं पृच्छति, न न तथा नास्ति, पृच्छति इति तथा नास्ति। अत्र कथं वा जानीमः शब्दकर्म इति प्रश्नः आगच्छति महोदय, तदर्थमेव पृच्छामि. यस्य मूल गुणः शब्दः, प्रश्नस्य मूलगुणः शब्दः इति नास्ति. तत्र प्रश्नं तत्र लिखितुमपि अपि च तत्र लिखितुमपि शक्नोति. कथा यद्यपि लेखितुं शक्नुयात्, किन्तु कथा इत्यस्य मूलगुणः शब्दः, प्रश्नस्य मूलगुणः तत्र प्रश्नः न तु. तत्र किञ्चित् तत्र तस्य स्वभावः तत्र चिन्तनीयः अस्ति. कथा, गीतं, तत्र मूलगुणः कश्चन अस्ति, मूलगुणः अस्ति कश्चन शब्दः. अस्मिन् अस्मिन् इतोपि तत्र टीकां पठितुं शक्नोति इति इच्छति चेत्, किन्तु तादृशमस्ति. नाम पद्यं, तत्र गीतं, कथा, किन्तु प्रश्नः तथा नास्ति इति एवमेव बोध्यमस्ति. ग्रन्थम् अपि शब्दकर्म एव भवति वा महोदय? काव्यं, ग्रन्थं? न, ग्रन्थमिति तथा नास्ति. तथा नास्ति वा? काव्यम् अत्र लेखनं भवति इति भूत्वा वा? हा, लेखनस्य गुणः ग्रन्थः, ग्रन्थः अवश्यं तथा अस्ति. परन्तु वेदम् अत्र शब्दकर्म भवति भूत्वा अत्र वेदः इति तस्य तत्र तत्र मौखिकपरम्परा अस्ति. वेदस्य मौखिकपरम्परा अस्ति इति कृत्वा अस्ति खलु प्राचीनकाला, प्राचीनकालात् अद्यापि तथा एव. अस्तु, अग्रे गच्छामि. पूर्वोदाहरणे इव अत्रापि कुर्वन्तु. निर्वाहकः नदीं पश्यति, चालकः इति आवरणे अस्ति. चालकः निर्वाहकं नदीं दर्शयति. अत्र दृश् इति धातुः, दृश् धातुः यत्र अस्ति तत्रापि तत्र वार्तिकेन प्रयोज्यकर्तुः द्वितीयविभक्तिः. अत्र प्रयोज्यकर्तुः निर्वाहकः, अतः तस्य द्वितीयविभक्तिः. अग्रे जनकः युतकं पश्यति, पुत्रः इति आवरणे अस्ति. पुत्रः जनकं युतकं दर्शयति. हा, दर्शयति इति अस्ति. अस्तु, अग्रे जगन्नाथ महोदय. अग्रे भगिनी चित्रं पश्यति, सखी इति प्रयोजककर्तृ. सखी भगिनीं चित्रं दर्शयति इति निजन्तरूपम्. सम्यक्. पद्मा भगिनी अस्ति वा? आं महोदय, श्रूयते वा? आम्. यात्रिकः देवालयं पश्यति, आवरणे अर्चकः अस्ति. अर्चकः यात्रिकं देवालयं दर्शयति. अस्तु, राजी भगिनी अग्रे. प्रतिवेशिनी शाटिकां पश्यति, गृहिणी आवरणे. गृहिणी प्रतिवेशिनी शाटिकां दर्शयति. दर्शयति इति अस्ति. सुब्रह्मण्यमदतरगे. यशोदा विश्वं पश्यति, कृष्णः. कृष्णः यशोदां विश्वं दर्शयति. दर्शयति. अस्तु, सम्यक् अस्ति. अग्रे शुकुवनमन्त्रे. हा, अभ्यासः विंशतिः. प्रभुदेवः कश्चन धनिकः, तस्य गृहं नारायणः गतवान्. यदा नारायणः तत्र गतः, तदा प्रभुदेवः गृहे स्थितेषु एकैकम् उद्दिश्य एकैकं कार्यम् उक्तवान्. कम् उद्दिश्य किम् उक्तम् इति अद्य निर्दिष्टम् अस्ति. अधः निर्दिष्टम् अस्ति. एते सूचिताः, एवम् उक्तम्. कनिष्ठपुत्रं प्रति प्रातः शीघ्रम् उत्तिष्ठतु इति उक्तवान्। उपरि सूचितस्य कोष्टकस्य आधारेण प्रभुदेवः केन किं कारयति इति लिखन्तु। उदाहरणार्थं प्रभुदेवः कनिष्ठपुत्रं शीघ्रम् उत्थापयति। कनिष्ठपुत्रः प्रातः शीघ्रम् उत्तिष्ठतु इति आज्ञां कृतवान्। तस्य प्रेरणार्थे प्रभुदेवः कनिष्ठपुत्रं शीघ्रम् उत्थापयति इति। अग्रे वक्तव्यमस्ति किमर्थम् अत्र तत्र कस्य नाम प्रभुदेवः प्रयोजककर्ता कनिष्ठपुत्रः। मम प्रश्नः अस्ति प्रयोजककर्तुः का विभक्तिः किमर्थं च प्रयोजककर्तुः प्रयोज्यकर्तुः तत्र द्वितीया विभक्तौ दत्तमस्ति कनिष्ठपुत्रम् इति। किमर्थम् इत्युक्ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणाम् अणिकर्तासनौ इति सूत्रम्। अत्र उत्थापयति अत्र स्था धातुः तर्हि किमर्थं राजेन्द्रमहोदय वदतु। अत्र महोदय गति अर्थक धातुः अस्ति स्थादातुः। अत्रैव तिष्ठतु कुत्रापि मा गच्छतु अत्रैव तिष्ठतु स्थादातुः गत्यार्थकः। अत्रैव तिष्ठतु मा गच्छतु गत्यार्थकः नास्ति खलु। अत्र तिष्ठतु अत्र भवतु मा गच्छतु गत्यार्थकः नास्ति। विद्याभगिनी भवतु। अकर्मकधातुः अस्ति स्थाधातुः। हा अकर्मकः अस्ति सम्यक्। शुक्मनः तत्र बुद्धं खलु। आं महोदय किन्तु सूत्रे तस्य सूचना कुत्र अस्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणां? न न न सम्यक्तया सूत्रं पठतु। अन्तिमशब्दः शब्दकर्मकाणां ओ शब्दकर्म अकर्मकाणाम्। आम् आम् आम् इदानीम् अवगतम्। सम्यक् अस्ति सम्यक्। अग्रे जगन्नाथमहोदय अग्रे करोतु। ज्येष्ठपुत्रः सायं नगरं प्राप्नोतु इति प्रभुदेवः एव प्रयोजककर्ता। सः ज्येष्ठपुत्रं वदतु अपि प्रभुदेवः ज्येष्ठपुत्रं सायं नगरं प्रापयति। हा अत्र प्रयोजककर्ता कः? प्रयोजककर्ता ज्येष्ठपुत्रः। तस्य द्वितीयविभक्तिः गमनार्थं प्राप्नोति इति। अत्र गत्यार्थकधातुः अस्ति अत्र तथा अस्ति सम्यक्। लक्ष्मीभगिनी अग्रे। मध्यमपुत्रः वेदं पठतु। अत्र प्रभुदेवः प्रयोजककर्ता मध्यमपुत्रः। प्रभुदेवः मध्यमपुत्रं वेदं पाठयति। अत्र पठनं शब्दकर्मक्रिय पदं तथा शब्दकर्मकाणां अत्र अत्र अत्र पुनः वदतु तत्र किमस्ति पाठयति। प्रभुदेवः मध्यमपुत्रं वेदं पाठयति न सत्यमेव तत्र कुत्रचित् अस्माकं भ्रमः भवति ज्ञानार्थे अस्ति अथवा न पठन् पठपदातुः तत्र शब्दकर्मकः अस्ति सत्यं वदतु सत्यमेव अत्र बोधयति तत्र पश्यन्तु तत्र अध्यापयति बोधयति तत्र तत्र बुद्ध्यार्थकः अस्ति किन्तु अत्र पठदातुः तथा नास्ति सत्यं पठदातुः तथा नास्ति अस्तु इति अस्ति विद्याभगिनी अग्रे प्रभुदेवः पुत्रीं पुत्री शाटिकां पश्यतु प्रभुदेवः पुत्रीं शाटिकां दर्शयति अत्र पुनः दृश् धातुः अस्ति तर्हि तत्र दृशेश्च इति वार्तिकेन प्रयोज्यकर्तुः द्वितीयविभक्तिः पुत्री इत्यस्य द्वितीयविभक्तिः पुत्रीम् अपि च लोट् इति विषयः लोट् दर्शयतु अत्र दर्शयतु इति वदामः वा अथवा दर्शयति अस्तु दर्शयति इति हा हा तत् उदाहरणे तथा अस्ति अस्तु सम्यक् अग्रे गच्छेम इदानीं पद्माभगिनी अग्रे आम् महोदय अतिथिः आसने उपविशतु प्रभुदेवः अतिथिम् आसने उपवेशयति हा अत्र का विभक्तिः अस्ति प्रयोज्यधातु अतिथिः अस्ति द्वितीयविभक्तिः अस्ति किमर्थम् किमर्थं मुख्यमस्ति किमर्थं न जानाति चेत् किमपि न जानाति यतो हि अग्रे गत्वा स्वतन्त्रतया वक्तुं न शक्ष्यति पूषभगिनी तत्र किमर्थं हरि ओम् गत्यर्थधातूनां निजन्ते प्रयोज्यकर्तु द्वितीया उपवेशतु इति गत्यर्थः धातुः इति वक्तुमिच्छति वा नास्ति न न तथा नास्ति शुकमनो तत्र वदतु अकर्मकधातुः इति कृत्वा अकर्मकधातुः अस्ति इति कृत्वा हा सम्यक् अस्ति अस्तु सुब्रह्मण्यं वदतु अग्रे आं महोदय पत्नी विषयं जानातु प्रभुदेवः पत्नीं विषयं ज्ञापयति अत्र ज्ञाधातुः अत्र बुद्ध्यर्थकधातुः भूत्वा अत्र निजन्ते द्वितीया विभक्ति भवति प्रयोज्यकर्तुः सम्यक् अस्ति अखिला भगिनी अग्रे सहोदरः गृहे तिष्ठतु प्रभुदेवः सहोदरं गृहे स्थापयति तत्र तिष्ठतु इति अस्ति तत्र स्था धातुः अकर्मकधातुः इति कृत्वा तत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः सहोदरम् इति अस्ति राधिभगिनी अग्रे कर्मकरः रात्रौ क्षेत्रे अटतु प्रभुदेवः कर्मकरं रात्रौ क्षेत्रे अटितवान् रूपं किं प्रभुदेवः कर्मकरं रात्रौ क्षेत्रे प्रथमतया तवतु इति विषयः नास्ति केवलं लट् इति वदतु लट् लट् ओके अटति अटति निजन्ते धातुः कः निजन् धातुः सूत्रं किं सूत्रं किम् अस्माकं केवलं त्रीणि सूत्राणि सन्ति अचौ इति अत उपदायाः पूगण्डलघुपदस्य च अत्र उपदायां लघुः भवति प्रभुदेवः कर्मकरं रात्रौ क्षेत्रे आटयति. अड् धातुः गत्यर्थकानां धातूनाम् इति सूत्रेण गति बुद्धि इति सूत्रेण द्वितीयाविभक्ति भवति प्रयोज्यकर्तः. अत्र किन्तु तथा नास्ति. अत्र किन्तु तथा नास्ति. अत्र आटयति अट् धातुः गत्यार्थकः इति भाति, किन्तु अत्र न वक्तव्यमस्ति. गत्यार्थकधातूनां विषयः तदानीं वक्तव्यमस्ति यदा गत्यार्थकधातुः सकर्मकः स्यात्. अहं पुत्रं विश्वविद्यालयं गमयामि. तत्र विश्वविद्यालयम् इति सकर्मकधातुः अस्ति. कुत्र गच्छति इति तत्र वक्तुं शक्येत. वक्तव्यमेव अस्ति, नास्ति अहं पुत्रं गमयामि, किन्तु अहं पुत्रं विश्वविद्यालयं गमयामि इत्यस्मिन् तत्र कर्मपदं सम्भवति इति कृत्वा सकर्मकधातुः अस्ति गम्. तदर्थं गत्यार्थकधातुः अस्मिन् सूत्रे अन्तर्गच्छति. किन्तु अर्थधातुः तथा नास्ति. गन्तव्यस्थानं वक्तुं न शक्नुमः अत्र. इति अस्ति. इति कारणतः द्वितीया विभक्ति अस्ति. इति कारणतः कर्मकरं द्वितीया विभक्ति भवति. इति अस्ति. अस्तु, शुकमान् महोदय. अम्ब मञ्चे शेरतां शयनं करोतु इति. प्रभुदेवः अम्बां मञ्चे शेरयति. अकर्मकधातुः धातुः कः? धातुः कः? अत्र सामान्यं नास्ति. अत्र विशिष्टसूत्रमस्ति. शी धातोः अत्र विशिष्टसूत्रमस्ति, किन्तु अत्र न अपेक्षितम्. अपेक्षितं किं? धातुः शयनं ओ शेति. तत्र धातुः कः? शै धातुः वा? न, शैति धातुः नास्ति. सुब्रह्मण्यं महोदय तत्र वदतु. शी महोदय, इदानीं शी दीर्घैकारः. हा, दीर्घिकारः शी इति धातुः अस्ति. तर्हि अस्माकं त्रीणि सूत्राणि सन्ति, अचो युनिटि, अथ उपधायाः, पूगन्धोपधस्य च. त्रिषु कस्य प्रसक्तिः अस्ति अत्र? शी धातुः. शी युगः णिच्. अचोयुनिति. हा, तत्र राजी भगिनी किमपि वदति भवती. चिन्तनस्य अवसरः न भवति. वदतु भवती किमर्थम् अचो युनिति. तत्र अन्ते ईकारः अस्ति इति मां पृच्छति वा राजभगिनी? हा हा, शुकवान् तत्र वदतु. इति उक्तवान् किमर्थम्? आं, तत्र शी इति धातुः अन्ते ईकारः अस्ति इति कृत्वा अचोनिति इति सूत्रेण तत्र परे निच् आगच्छति चेत् वृद्धिः भवति, शै इति रूपं भवति. इदानीं शै योगः ई योगः शै योगः इ इति करोति चेत् शायि. आम्, तर्हि किं भवति? शायि इति भवति. शाययति इति रूपं भवति. अचोयुनिति. तत्र अजन्तधातुः अस्ति चेत् अजन्तः, अजन्तधातोः तत्र वृद्धिः भवति. शी धातुः अजन्तः अस्ति, इकारः अस्ति न, तत्र अच्वर्णः शाययति. प्रभुदेवः अम्बां मञ्चे शाययति. किमर्थं द्वितीयायाम् इत्युक्ते अकर्मकधातुः इति कृत्वा. इति अस्ति. विद्याभगिनी अग्रे. जनकः औषधं पिबतु. प्रभुदेवः जनकम् औषधं पाययति. पिबति इति प्रत्यवसानार्थकधातुः, प्रत्यवसानम् अतः समीचीनमस्ति. अतः द्वितीय. राजेन्द्रमहोदय अग्रे. कर्मकरे क्षेत्रं गच्छतु. प्रभुदेवः कर्मकरीं क्षेत्रं गमयति. गत्यर्थकधातुः अस्ति अत्र. अत्र गत्यर्थकमस्ति इति. सम्यक् अस्ति. अस्तु, अन्तिमम् अन्तिमं पुष्पभगिनी अस्ति वा? महोदय, मातुलानि मातुलानि गीतं शृणोतु. प्रभुदेवः मातुलानि गीतं श्रावयति. किमर्थं प्रयोजकार्थः द्वितीयाविभक्तिः? तत्र अकर्मकधातुः अस्ति वा? अकर्मकधातुः अस्ति वा? पद्मा भगिनी वदतु. सकर्मकधातुः अस्ति अत्र. किमर्थं द्वितीयाविभक्तिः अस्ति? गीतं श्रावयति कश्चन. तर्हि किं सकर्मकधातुः अस्ति? सकर्मकधातुः सूत्रमाधारीकृत्य किं वक्तव्यमस्ति अत्र? विद्याभगिनी वदतु. जगन्नाथमहोदय वदतु. जगन्नाथमहोदय शब्दकर्मकधातु शब्दकर्मकधातु इति. हा हा हा, शब्दकर्म अस्ति खलु गीतम्. अस्तु, बहु समीचीनमस्ति. हा, समयः अतिक्रमितः अस्ति कृत्वा किन्तु बहु किमपि अधीतवान्. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः धन्यवादः महोदय.